गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतम्। अस्तु, तर्हि शाब्दबोधः इति प्रकरणं, तत्र शाब्दबोधः जातुं, शाब्दबोधं जातुं काः सामग्र्यः अपेक्षिताः इत्यस्मिन् विषये चिन्तनं। तत्र प्रथमं पदज्ञानम् अपेक्षितमस्ति। पदज्ञानं विना शाब्दबोधः न जायते। पदज्ञानं नाम पदपदार्थयोः मध्ये यः सम्बन्धः, इत्युक्ते पदे विद्यमानशक्तिः, पदार्थं बोद्धुं या शक्तिः, तस्य ज्ञानम्। केवलं तदेव नास्ति, तत्र कारकं, विशेषणम् इत्यादिकम् अस्माभिः अधीतम्। तर्हि पदज्ञानमस्ति चेत् शाब्दबोधः जायते वा इति चेत् न। तत्र इतोपि आकाङ्क्षा, योग्यता, सन्निधिः इति तिस्रां सामग्रीणाम् आवश्यकमस्ति। तत्र आकाङ्क्षा इत्यत्र स्मः। मूलग्रन्थकारेण पदस्य पदान्तरव्यतिरेकप्रयुक्त अन्वय अनुभावकत्वम् आकाङ्क्षा इति आकाङ्क्षायाः लक्षणं कृतम्। तर्हि लक्षणसमन्वयः अनेन ग्रन्थकारेण कृतः। तत्र किञ्चित् भिन्नरीत्या उक्त्वा, उचितपदान्तरव्यतिरेकप्रयुक्तं शाब्दबोध अजनकत्वम् एव आकाङ्क्षा इति निरूपितम्। किन्तु तावद्वदामश्चेत् न पर्याप्तम्। अव्यवहितत्वम् इति दलमपि आकाङ्क्षालक्षणे निवेशनीयम् इति कृत्वा अव्यवहितत्वनिवेशः इति पाठः आरब्धः। तर्हि अव्यवहितत्वम् इत्युक्ते तत्र साक्षात् पूर्वं वा परं वा पदं भवेत्। घटम् इत्यत्र पदद्वयमस्ति, घट इति प्रातिपदिकं, योगः अम् इति प्रत्ययः, स च प्रत्ययः अपि नैयायिकानां मतानुसारं पदमेव। अम् इति पदं किं बोधयति? कर्मत्वं बोधयति। स च कर्मत्वं किन्निष्टम् इति चेत् घटनिष्टम्। तत् कथम् अवगच्छामः इति चेत्, घटस्य साक्षात् अनन्तरम् अम्पदमस्ति, अव्यवहितत्वेन अम्पदमस्ति इति कृत्वा घटे तत्कर्मत्वं विद्यते इति अवबोद्धुं शक्यते। अतः अव्यवहितत्वम् इति दलमपि आकाङ्क्षायाः लक्षणे योजनीयम् इति एषः ग्रन्थकारः वदति। एवं घट इति पदम् अम् घट इति पदम् अम् इति पदस्य पूर्वं भवेत्, अव्यवहितत्वेन भवेत्, तदा एव तत्र कर्मत्वस्य अधिकरणं घटे विद्यते इति अवगन्तुं शक्नुमः। तर्हि घट इति पदम् अम् पदस्य पूर्वे अस्ति इति कृत्वा घटे विद्यमान अधिष्ठानत्वम् अथवा अधिकरणता अवगम्यते। घटपदस्य अनन्तरम् अव्यवहितत्वेन अम् पदमस्ति इति कृत्वा एव अम् पदेन उक्तकर्मत्वे आधेयता वर्तते इति अवगन्तुं शक्नुमः। तर्हि अव्यवहितत्वम् इति दलं योजयित्वा अत्र साक्षात् अव्यवहित इति मूलग्रन्थकारेण यद् लक्षणम् उक्तं तत्र न योजयितुं शक्यते। अस्माभिः अपि प्रयतितं गते वर्गे, तत्र न साधिता। किमर्थमिति चेत् तत्र पदपदयोः मध्ये सम्बन्धः नास्ति इति कृत्वा। तर्हि एषः ग्रन्थकारः, एषः इत्युक्ते विद्याधरीग्रन्थकारः, कथं तस्य उक्तिः कृता इति चेत्, बुद्धिनिष्ठकर्मत्वबोधनाय अव्यभितोत्तर अव्यभित उत्तरत्वसम्बन्धेन घिषणापदविशिष्ट अम्पदत्वम् अम्पदनिष्ठ आकाङ्क्षा। तर्हि अम्पदे अपि आकाङ्क्षा वर्तते, आकाङ्क्षा तु पदे एव वर्तते इति अस्माभिः अधीतम्। तर्हि अम्पदनिष्ठ आकाङ्क्षा का इति चेत् अव्यवहित उत्तरत्वसम्बन्धेन घिषणापदविशिष्ट अम्पदत्वम्। तर्हि अम्पदं कुत्र भवेत्? उत्तरं भवेत्। कस्य उत्तरं भवेत्? घिषणापदस्य उत्तरं भवेत्। तर्हि घिषणापदं विशेषणं भवति अम्पदस्य, घिषणापदविशिष्टम् अस्ति अम्पदम् इति लक्षणं कृतम्। तर्हि तत्र प्रश्नः जातः, अस्तु इयम् आकाङ्क्षा, इयम् इत्युक्ते अव्यवहितत्व उत्तरत्वसम्बन्धेन घिषणापदविशिष्टम् अम्पदत्वम् अम्पदनिष्ठा आकाङ्क्षा इति यद् भवता उक्तं तदहम् अवगच्छामि, अस्तु इयम् आकाङ्क्षा। किन्तु प्रश्नः कः इति चेत्, पूर्वं किमुक्तम्? पदान्तरव्यतिरेकप्रयुक्तं शाब्दबोध अजनकत्वम् इति यद् लक्षणं मूलग्रन्थकारेण मूलग्रन्थकारेण कृतं तत्तु सम्पूर्णरीत्या भिन्नमस्ति। तस्मिन् लक्षणे अत्र अव्यवहित उत्तरत्वसम्बन्धेन गिदनापदविशिष्टम् इति एतादृशं न लक्षितम्। पूर्वोक्त तर्हि पूर्वोक्ताः पूर्वोक्ता पदान्तरव्यतिरेकप्रयुक्तशाब्दबोध अजनकत्व अभावरूपा या तर्कसङ्ग्रह उक्ता आकाङ्क्षा, तस्याः आकाङ्क्षायाः तर्हि किं प्रयोजनम्? अथवा तस्याः आकाङ्क्षायाः किं प्रयोजनम् इति नास्ति, तस्याः आकाङ्क्षायाः लक्षणस्य किं प्रयोजनम्? अत्र लक्षणं सम्पूर्णतया परिवर्तितम् अव्यवहितत्वम् इति दलस्य योजनेन। न हि प्रकृत उक्ते, प्रकृत उक्ते इत्युक्ते इदानीं यद् लक्षण उक्तम् अव्यवहित उत्तरत्वसम्बन्धेन इति लक्षणं, तस्मिन् लक्षणे अव्यवहित उत्तरत्व अव्यवहितपूर्वत्वे वा क्वचित् पदान्तर अभावः तत्प्रयुक्तशाब्दबोध अभावः वा प्रविष्टः। इदानीं नूतनलक्षणे अव्यवहितत्वम् इति दलं स्वीकृत्य यल्लक्षणं कृतं, तस्मिन् लक्षणे पदान्तर अभावः इति पदं वा तत्प्रयुक्तशाब्दबोध अभावः इति दलं वा न प्रविष्टः। यदि नैव प्रवेशनीयः, यदि कोऽपि वदति, यदि नव्यः वदति न प्रवेशनीयः इति, तदा मूलकृता आकाङ्क्षा च इति आरभ्य कुतः तादृशजनकत्व अभावः निरूपितः? किमर्थं मूलग्रन्थकारणे तादृशमुक्तम्? अत्र लक्षणं पूर्वतया विद्यते, अव्यवहितत्वम् इति दलं योजयामश्चेत् तत्र लक्षणं सम्पूर्णतया परिवर्तते इति कृत्वा तयोः मध्ये समन्वयः करणीयः। भोः भवान् वदतु, मूलकृता यल्लक्षणम् उक्तं तदेव समीचीनम् इति वदतु, अथवा एतद् लक्षणं समीचीनम् इति वदतु, उभयमपि समीचीनम् इति न भवति। किमर्थमित्युक्ते दलानि सम्पूर्णतया भिन्नानि सन्ति। मूलग्रन्थकृतकारेण यद्लक्षणम् उक्तं तत्र दलद्वयं वर्तते, पदान्तरव्यतिरेकप्रयुक्तत्वम् इति एकं दलं, शाब्दबोध अजनकत्वम् इति द्वितीयं दलम्, अथवा शाब्दबोधजनकत्व अभावः इति द्वितीयं दलम्। किन्तु इदानीं विद्याधरीग्रन्थकारेण यल्लक्षणम् उक्तं तत्र अव्यवहित उत्तरसम्बन्ध अव्यवहित उत्तरत्वसम्बन्धत्वम् इति एकं दलं, तत्र किमपि पदमस्ति चेत् उदाहरणार्थम् अत्र घिषणा पदविशिष्टम् अम्पदत्वम् इति दलद्वयं निवेशितं, तर्हि सम्पूर्णतया दलानि भिद्यन्ते इति कृत्वा तत्र समन्वयः कथं कर्तव्यम् इति प्रश्नः कृतः. तत्र सत्यम् आकाङ्क्षाशरीरे पदान्तरव्यतिरेकः. आकाङ्क्षाशरीरे इत्युक्ते नूतनलक्षणे अव्यवहितोत्तरत्वसम्बन्धेन घिषणापदविशिष्टम् अम्पदत्वम् इत्यस्मिन् लक्षणे शरीरे पदान्तव्यतिरेकः तत्प्रयुक्तशाब्दबोधजनकत्वाभावः नैव प्रविष्टः. आम्, एतानि दलानि न प्रविष्टानि, किन्तु तानि दलानि आवश्यकानि इति पूर्वं निरूपितम्. तर्हि न प्रविष्टानि इति चेत् कुत्रचित् अतिव्याप्तिः वा अव्याप्तिः वा असम्भवः दोषः वा भवेत्. तर्हि तत्र कः समन्वयः इति चेत् अव्यवहितपूर्वत्व अव्यवहित उत्तरत्वरूपौ संसर्गौ तु प्रविष्टौ इति उक्तम्. तत् किम् इति चेत् प्राचीन अत्र प्राचीनमूलकृतलक्षणे पदान्तर इति पदमस्ति. पदान्तरम् पदान्तरम् इत्युक्ते भिन्नपदम् इति अर्थः. तत्पदं पूर्वं वा भवतु परं वा भवतु, पदान्तरम् अन्तरम् इत्यस्य भिन्नः इति अर्थः, अन्यः इति अर्थः. तर्हि पदान्तरम् इति मूलकृतलक्षणे दृश्यते, तदधिकृत्य एव अत्र इतोपि किञ्चित् परिष्कृत्वा अव्यवहितपूर्वत्व अव्यवहित उत्तरत्वरूपौ संसर्गौ तु प्रविष्टौ इति उक्तम्. अनयोः संसर्गयोः सांसर्गिकप्रतियोगिता सांसर्गिक अनियोगिता च प्रकृतप्रत्ययोः भवत्येव. तर्हि इदानीं संसर्गः उक्तः इति चेत् संसर्गः इत्युक्ते सम्बन्धः, सम्बन्धः उक्तः इति चेत् सम्बन्धस्तु द्वयोः मध्ये एव भवति सर्वदा. तर्हि अत्र द्वौ कौ इति चेत् एकं तु प्रतियोगी अन्यस्तु अनियोगी इति आगतम्. किमिदं सांसर्गिकप्रतियोगित्वं सांसर्गिक अनियोगित्वं च इत्युक्ते किम् इति चेत् किञ्चित् अस्ति भूतलं घटवत्. तर्हि भूतलं घटवत् इति वाक्यं, तत्र घटं भूतलं भूतले घटमस्ति, अतः घटविशिष्टभूतलमस्ति. तत्र घटवत् इति मतुप्रत्ययं योजयित्वा भूतलं घटवत् इति वस्तुस्थितिः. केन सम्बन्धेन घटः तत्र भवेत्? संयोगसम्बन्धेन, द्रव्ययोः मध्ये. भूतलम् इति द्रव्यं, घटं घटः इति अपि द्रव्यं, द्रव्ययोः मध्ये संयोगसम्बन्धः एव भवति इति कृत्वा संयोगसम्बन्धेन एव घटः भूतले वर्तते. अत्र यः घटः सः संयोगस्य प्रतियोगी इत्युच्यते. पूर्वं तत्र अभावस्य प्रतियोगी, यस्य अभावः सः प्रतियोगी, यः अभावः सः अनियोगी इति अधीतम्. अपि च अभावः यत्र अस्ति तदपि अनियोगी इति अधीतं. तदर्थं तद्बोद्धुमेव गृहपाठं मया दत्तं, मेहुल् महोदयेन सम्यक्तया उक्तमासीत्. तर्हि घट अभावः इति तावदेव वदामश्चेत् इदानीं घटे प्रतियोगिता, सा प्रतियोगिता केन निरूपिता? घट अभावेन निरूपिता. घट अभावे अनियोगिता, सा च अनियोगिता केन निरूपिता? घटेन निरूपिता. तर्हि केवलं घटाभावः इति उक्तं चेत् एतादृशम् अवगन्तव्यम्. भूतले घट अभावः इति वदामश्चेत् इदानीं आदेयः कः? घट अभावः. अधिकरणं किं? भूतलम्. तर्हि भूतले अनियोगिता वर्तते, सा अनियोगिता केन निरूपिता इति चेत् घट अभावेन निरूपिता. घट अभावे इदानीं प्रतियोगिता वर्तते, सा प्रतियोगिता केन निरूपिता इति चेत् भूतनिष्ठ अनियोगितया निरूपिता इति यथा पूर्वम् आसीत्. अत्र अभावस्य विषये, अत्र इत्युक्ते भूतलं घटवत् इति सन्दर्भे अभावस्य विषये चिन्तनं नास्ति. भूतलं घटवत् इत्यत्र घटः साक्षात् भूतले वर्तते संयोगसम्बन्धेन, तथापि आधेयता घटे वर्तते, अधिकरणता भूतले वर्तते इति कृत्वा अत्र प्रतियोगी घटः प्रतियोगिता घटे वर्तते, सा प्रतियोगिता केन निरूपिता इति चेत् भूतलेन निरूपिता, भूतले विद्यमान अनियोगितया निरूपिता इति न वक्तव्यम्। किमर्थम् इति चेत् घटः भूतले संयोगसम्बन्धेन वर्तते, संयोगसम्बन्धः इति भिन्नपदार्थः अस्ति नैयायिकानां मतानुसारं, गुणः अस्ति। तर्हि भूतलं घटवत् इति शृणुमः चेत् अत्र कति पदार्थाः सन्ति इति चेत् स्थूलदृष्ट्या पश्यामश्चेत् पदार्थद्वयमेव अस्ति इति भाति, एकं तु घटः अन्यस्तु भूतलम्। किन्तु भूतलं घटवत् इति वदामश्चेत् तत्र सम्बन्धः अपि प्रतीयते, सम्बन्धः अस्ति चेदेव मतुप्रत्ययस्य विधानं भवति, घटवत् इत्यत्र मतुप्रत्ययः अस्ति, अस्य अस्ति अस्मिन् वा इति सूत्रम्, अस्य अस्ति अस्मिन् वा, अस्मिन् अस्ति अथवा अस्य अस्ति इति सम्बन्धं बोद्धुम् अत्र मधुप्रत्ययस्य विधानम्। तर्हि अत्र संयोगसम्बन्धः अपि प्रतीयते एव इति आगतम्। तर्हि त्रयः पदार्थाः सन्ति, तर्हि इदानीं घटे विद्यमानप्रतियोगिता केन निरूपिता इति ते इति चेत् संयोगसम्बन्धेन निरूपिता, एवं भूतले विद्यमान अनुयोगिता केन निरूपिता इति चेत् संयोगसम्बन्धेन एव निरूपिता। अत्र यः घटः सः संयोगस्य प्रतियोगी इत्युच्यते, सः यत्र भवति तद्भूतलं च संयोगस्य अनियोगी इत्युच्यते, संयोगः घटे या प्रतियोगिता तां निरूपयति, एवं भूतले या अनियोगिता तां निरूपयति। तर्हि अभावस्थले अभावः एव घटे विद्यमान अभावे विद्यमान अनुयोगिता घटे विद्यमानप्रतियोगितां निरूपयति। पुनः घटे विद्यमानप्रतियोगिता अभावे विद्यमान अनियोगितां निरूपयति, घट अभावः भूतले इत्यत्र घट अभावे विद्यमानप्रतियोगिता भूतले विद्यमानप्रतियोगितां निरूपयति। अस्तु, तन्मध्ये पूर्वम् अस्माभिः चिन्तितं, किन्तु केवलं स्पष्टार्थं पुनस्मारणार्थं मेहुल् महोदयं पृच्छामि, घट अभावः भूतले इत्यत्र घट अभावः केन सम्बन्धेन वर्तते भूतले? अभावः तु स्वरूपसम्बन्धेन वर्तते, अभाव स्वरूपसम्बन्धेन वर्तते। अस्तु एकनिमिषम्, अत्र घटः अस्ति भवतः पुरतः इति, सन्निकर्षः जायते महोदय, किञ्चित् भग्नः जातः भवत्याः ध्वनि, भवतः ध्वनि। ओ इति वा, पुनः पृच्छतु कृपया। अस्तु एकनिमिषम्, अत्र मम कम्प्यूटर् इदानीं किञ्चित् तिष्ठन्तु, इदानीं श्रूयते खलु? आं श्रूयते महोदय. हा अस्तु, समीचीनम्. अत्र अस्तु, तर्हि प्रश्नः कः इति चेत्, इदानीं भवतः पुरतः घटः वर्तते. अस्तु, तर्हि इदानीं प्रत्यक्षज्ञानं जायते अयं घटः इति. तत्र प्रत्यक्षज्ञानं जातुम् इन्द्रियसन्निकर्षः आवश्यकः खलु? सत्यं. तर्हि इदानीं नेत्रेन्द्रियेण सह घटस्य सन्निकर्षः संयोगः भवेत्. तर्हि इदानीं नेत्र घट नेत्रयोः अथवा घटचक्षुषोः मध्ये कः सम्बन्धः जायते? घटचक्षुषोः मध्ये संयोगसम्बन्धः. हा, किमर्थं संयोगः? अत्र चक्षु इन्द्रियम् इति द्रव्यं, घटः इति अपि द्रव्यं, द्रवयोः मध्ये संयोगसम्बन्धः भवति. उत्तमं, समीचीनम्. अस्तु, इदानीं भूतले घट अभावः अस्ति. तर्हि घट अभावः, घट अभावस्य प्रत्यक्षं भवति खलु? आम्, प्रत्यक्षेन दृश्यते तत्र घट अभावः अस्ति इति. घटः नास्ति इति प्रत्यक्षेन दृश्यते. आं, दृश्यते. तर्हि इदानीं घट अभावः, घट अभावः नास्ति, घट अभावः अस्ति इत्युक्ते घटः नास्ति इति प्रत्यक्षज्ञानम् चक्षुरिन्द्रियेण जायते खलु? जायते. तत्र घट अभावः अपि च चक्षुरिन्द्रियम् अनयोः मध्ये कः सम्बन्धः? घटाभावः चक्षुरिन्द्रिय तयोः मध्ये अपि संयोगसम्बन्धः इति मन्ये. तयोः मध्ये संयोगसम्बन्धः एव वक्तव्यः. किमर्थम् इति चेत्, नियमः कः इति चेत्, येन इन्द्रियेण भावः गृह्यते तेनैव इन्द्रियेण तस्य अभावः अपि गृह्यते इति नियमः. दृष्टवन्तः, अस्माभिः दृष्टं खलु? आं, दृष्टं, दृष्टं. हा, येन इन्द्रियेण भावः गृह्यते घटः अस्ति इति यदि चक्षुरिन्द्रियेण गृह्यते तर्हि तेनैव चक्षुरिन्द्रियेण घट अभावः अपि गृह्यते. अपि च येन सम्बन्धेन गृह्यते तेनैव सम्बन्धेन अभावः अपि गृह्यते इति ज्ञानस्थले. किन्तु इदानीं यदि घटः भूतले वर्तते तर्हि केन सम्बन्धेन घटः भूतले वर्तते? संयोगसम्बन्धेन. यदि घट अभावः इदानीं भूतले अस्ति तर्हि तत्र संयोगसम्बन्धेन एव घट अभावः अपि भूतले अस्ति इति वक्तव्यं वा अथवा स्वरूपसम्बन्धेन अस्ति इति वक्तव्यम्? नियमानुसारत्तु संयोगसम्बन्धेन वर्तते इति वक्तव्यम्. न, नियमं तु ग्रहणे ज्ञाने उक्तं नियमः. अस्तु, इत्युक्ते पूर्वं यद् भवता उक्तं स्वरूपसम्बन्धेन वर्तते इति तादृशमेव अस्माभिः अधीतं खलु? आं, तदेव वयं तदेव अधीतं. सत्यं, हा, तदेव अधीव अधीतवन्तः. तर्हि तदेव समीचीनम्. अत्र केवलं पुनस्मारणार्थम् एतद् मया पृष्टम्. अस्तु, अस्तु, सत्यं. घटः यदि चक्षुरिन्द्रियेण संयोगसम्बन्धेन गृह्यते घट अभावः अपि चक्षुरिन्द्रियेण संयोगसम्बन्धेन एव गृह्यते इति ज्ञाने नियमः. किन्तु यदि घट अभावः भूतले वर्तते, घटः भूतले वर्तते, तत्तु संयोगसम्बन्धेन वर्तते. किन्तु घट अभावः तेनैव सम्बन्धेन वर्तते इति न वक्तव्यम्, स्वरूपसम्बन्धेन वर्तते इति आगतं. भवतु, समीचीनं. तर्हि अत्र स्वरूपसम्बन्धेन वर्तते. तर्हि स्वरूपसम्बन्धेन वर्तते इति कृत्वा स्वरूपसम्बन्धः इति यथा संयोगसम्बन्धः तथा स्वरूपसम्बन्धः अस्ति किम्? स्वरूपसम्बन्धः एकनिष्ठः अस्ति खलु? एकनिष्ठः वा द्विनिष्ठः वा इति अनन्तरं चिन्तयामि, किन्तु यथा संयोगसम्बन्धः इति भिन्नपदार्थः गुणः अस्ति तथा स्वरूपसम्बन्धः इति भिन्नपदार्थः वा? नास्ति, पदार्थः तु अत्र सम्बन्धः इति पदार्थः नास्ति, पदार्थः एव नास्ति, पदार्थेषु अन्यतमः स्वरूपसम्बन्धः इति नास्ति, केवलम् अत्र प्रतिपादनार्थं स्वरूपसम्बन्धः इति कल्प्यते, यथा तादात्म्यसम्बन्धः इति कश्चन सम्बन्धः एव नास्ति, किन्तु कल्प्यते, किमर्थं कल्प्यते इति चेत् प्रश्नः उदेति, कार्याधिकरणे कारणं भवेत्, पूर्वक्षणे भवेत्, सर्वदा भवेत्, तर्हि यस्मिन् अधिकरणे घटः जायते तस्मिन् अधिकरणे कपालः अस्ति वा इति चेत् अस्ति इति वदामश्चेदेव अत्र कपालात् घटः जायते इति वक्तुं शक्यते, तर्हि तदर्थं कपालः स्वस्मिन् तादात्म्यसम्बन्धेन वर्तते इति नैयायिकाः कल्पयन्ति, तेन किं जातम्? अत्र समवायिकारणं कारणत्वं कपाले आगतं, यत् तादात्म्यसम्बन्धेन स्वस्मिन् स्थित्वा समवायेन कार्यं जनयति, तदेव समवायसम्बन्ध तदेव समवायिकारणं खलु इति कृत्वा अत्र कारणत्वं कपाले समवायीकारणे कपाले कारणत्वं सम्पादयितुं तादात्म्यसम्बन्धः कल्पितः, वस्तुतः तादात्म्यसम्बन्धः इति किमपि नास्ति, अतः भूतलं घटवत् इत्यत्र पद त्रयः पदार्थाः सन्ति, तर्हि घटे विद्यमान अनियोगिता संयोगेन निरूपिता, भूतले विद्यमान क्षमतां घटे विद्यमान प्रतियोगिता प्रतियोगिता संयोगेन निरूपिता, भूतले विद्यमान अनियोगिता संयोगेन निरूपिता, किन्तु भूतलं घट अभाववत् इति वदामश्चेत् तत्र घट अभावः स्वरूपसम्बन्धेन एव भूतले वर्तते इति कृत्वा अत्र तृतीयसम्बन्धः नास्ति, तर्हि इदानीं घटे घट अभावे विद्यमानप्रतियोगिता केन निरूपिता इति चेत् भूतले विद्यमान अनियोगितया निरूपिता इति साक्षात् वक्तव्यं, तत्र संयोगसम्बन्धेन निरूपिता इति न वक्तव्यम्, बुद्धिरे खलु, सम्बन्धः कल्पितः अस्ति वस्तुतः सम्बन्धः, स्वरूपसम्बन्धः अस्ति, वास्तविकसम्बन्धः नास्ति, एवं तत्र प्रतिपादनार्थम् अस्माभिः उच्यते, अस्तु तर्हि एतत् सर्वं सम्पूर्ण तर्हि अत्र प्रश्नः कः इति चेत् लक्षणसमन्वयः कथं करणीयम् इत्यत्र चिन्तनं, तदर्थम् एतत् सर्वम् उक्तम्, इदानीम् अग्रे इतोपि चिन्तयामि, तर्हि मेहुल् महोदय भवानेव पठतु, अभावस्थले कुत्र स्मः इति चेत् 317 इति पुटे द्वितीयपरिच्छेदः, अभावस्थले घटे या प्रतियोगिता तस्याः निरूपकः अभावः, अभावे या अनियोगिता तस्याः निरूपकः घटः इति द्वयोरेव पदार्थयोः सम्बन्धः, यत्र वा आधारे अनियोगी इति आधेये च प्रतियोगी इति व्यवहारः, पुटसङ्ख्या 31 तत्रापि द्वौ एव पदार्थौ सम्बन्धिनौ, अत्र अत्र पदार्थ अपि च तस्य अभावः इत्यनयोः मध्ये सम्बन्धः इति ते साक्षात् सम्बन्धः नास्ति तयोः मध्ये, अत्र अतः एव पदार्थे या प्रतियोगिता अस्ति तस्याः निरूपकः तस्य अभावः, पुनः अभावे या अनियोगिता वर्तते तस्याः निरूपकः पदार्थः एव इति एव भवति, यतोहि तयोः मध्ये अत्र संयोग अथवा अन्यत् तादृश वस्तुतः सम्बन्धः न वर्तते, अतः तर्हि घट अभावः इति चेत् कति पदार्थाः सन्ति इति चेत् एकस्तु घटः इति द्रव्यं, द्वितीयं तु अभावः अत्यन्त अभावः इति अभावः इति पदार्थद्वयम्, किन्तु भूतलं घटवत् इत्यत्र पदार्थत्रयं वर्तते इति भेदः, अस्तु अग्रे महोदय इह इह सम्बन्धम् आदाय यदा प्रतियोगी अनुयोगीभावः तदा तु त्रयः पदार्थाः भवन्ति तर्हि अत्र प्रतियोगी अनुयोगी इत्यनयोः भावः अस्ति सम्बन्धम् आदाय अत्र उदाहरणे संयोगसम्बन्धम् आदाय तदा त्रयः पदार्थाः भवन्ति इति वयं दृष्टवन्तः तर्हि उदाहरणवाक्यं किम् भूतलं घटवत् इति उदाहरणम् उत्तमं भूतलं घटवत् इत्यत्र यद्यपि संयोगसम्बन्धः न उक्तः तथापि तत्र अवबुध्यते एव त्रयः पदार्थाः सन्ति अस्तु अग्रे एकः सम्बन्धः तस्य च द्वौ सम्बन्धिनौ अत्रत्या प्रतियोगिता व्यवहारसौकर्याय सांसर्गिकप्रतियोगिता इति एवम् अनियोगिता सांसर्गिक अनियोगिता इति उच्यते संयोगः सांसर्गिकप्रतियोगितानिरूपकः सांसर्गिक अनियोगितानिरूपकः च इति उच्यते एवं रूपादौ अपि द्रष्टव्यम् अस्तु तच्च समवायेन पटादिद्रव्ये भवति तावत् तावत् तत्र प्रथमम् इत्युच्यते इति यावत् वदतु तदनन्तरम् एवं रूपादौ इति चिन्तयामि अस्तु अस्तु तर्हि अत्र पदार्थत्रयं वर्तते यत्र संयोगसम्बन्धम् आदाय भूतलं घटवत् इति उदाहरणे तर्हि तस्मिन् उदाहरणे व्यवहारसौकर्याय प्रतियोगितायाः अन्यत् नाम अस्ति सांसर्गिकप्रतियोगिता तथैव अनियोगिता इति इत्यस्य सांसर्गिक अनियोगिता इति व्यवहारसौकर्याय वयं वदेम तर्हि क्षम्यताम् तर्हि घटाभावः इत्यत्र घटे प्रतियोगिता अस्ति खलु सा प्रतियोगिता कीदृशी प्रतियोगिता अत्र अनियोगिता अनियोगिता इत्यनेन निरूपिता प्रतियोगिता साक्षात् तर्हि असंसर्गिकप्रतियोगिता इति वक्तव्यम् अथवा असांसर्गिकप्रतियोगिता इत्यपि असांसर्गिक इति वदति चेत् यत् सांसर्गिकप्रतियोगिता नास्ति इति एव अवबोधः किन्तु अत्र अभावीयप्रतियोगिता खलु अस्तु अभावीय तर्हि साक्षात् वक्तुं शक्यते यदि अभावं स्वीकृत्य घटे प्रतियोगिता चिन्तयामः तदा घटे विद्यमानप्रतियोगिता कीदृशी इति चेत् अभावीयप्रतियोगिता घट अभावे अभावीय अनियोगिता किन्तु भूतलं घटवत् इत्यत्र घटे विद्यमानप्रतियोगिता कीदृशी इति चेत् सांसर्गिक प्रतियोगिता एवं भूतले सांसर्गिक अनियोगिता तृतीयं घट अभावः भूतले इत्यत्र किम् अभावभूतले इत्यत्र घटाभावः भूतले इत्यत्र प्रतियोगिता कुत्र वर्तते अनियोगिता कुत्र वर्तते प्रतियोगिता घटे वर्तते अनियोगिता भूतले वर्तते घट अभावः भूतले इत्यत्र अस्तु प्रतियोगिता घटाभावे वर्तते हा सा अनियोगिता सा प्रतियोगिता कीदृशी अभावीय प्रतियोगिता नास्ति तत्र अपि अभावः अभावेन एव एकनिमिषम् इदानीं भवता उक्तं खलु घट अभावः भूतले केन सम्बन्धेन वर्तते अस्तु स्वरूपसम्बन्धेन वर्तते हा तर्हि तत्र स्वरूपसम्बन्धेन वर्तते अत्र पश्यतु वस्तुतः अत्र किमपि नास्ति सांसर्गिकम् इति पदं विशेषणत्वेन प्रतियोगी इति पदेन सह योजितः तावदेव आम् सत्यं सत्यम् तर्हि हा वदतु अत्र कीदृशप्रतियोगिता तर्हि यदि स्वरूपसम्बन्धः इति कल्प्यते अतः एव अहं तत् तादृशं चिन्तयामि अन्यथा सांसर्गिकप्रतियोगिता एव न न एकनिमिषं महोदय अत्र संसर्गः इत्युक्ते सम्बन्धः खलु सम्बन्धः आम् सत्यं हा तर्हि तत्र घटः भूतलं घटवत् इत्यत्र साक्षात् संयोगसम्बन्धः वर्तते इति कृत्वा अत्र सांसर्गिक अनियोगिता सांसर्गिकप्रतियोगिता इति पदप्रयोगः कर्तुं शक्यते. एवं घट अभावः इत्यत्र घटे विद्यमानप्रतियोगिता अभावीयप्रतियोगिता. तर्हि भूतलं घटवत् इत्यत्र घटे विद्यमानप्रतियोगिता कीदृशी इति चेत् सांसर्गिकप्रतियोगिता. घट अभावः इत्यत्र घटे विद्यमानप्रतियोगिता अभावीयप्रतियोगिता. एवं घट अभावः भूतले घट अभावः भूतले स्वरूपसम्बन्धेन वर्तते इति कृत्वा इदानीं घट अभावे विद्यमानप्रतियोगिता कीदृशी प्रतियोगिता? रूप इति वक्तव्यं. तत्र प्रयत्नं करोतु. स्वरूपप्रतियोगिता अस्ति वा? स्वरूपसम्बन्धनिष्ठप्रतियोगिता. निष्ठ इति न वक्तव्यं. निष्ठ इति चेत् आधारः भवति खलु. आधारः भवति. अत्र च्वि इति प्रत्ययः सांसर्गिक अभावीय इति. एवं प्रायः स्वारूपिक प्रायः स्वारूपिकप्रतियोगिता घट अभावे. भूतले स्वारूपिक अनियोगिता. तर्हि पश्यन्तु घट अभावः इत्यत्र यस्य अभावः सः प्रतियोगी इति चेत् इदानीं घटः प्रतियोगी घट अभावस्य. तर्हि घटे विद्यमानप्रतियोगिता कीदृशी इति चेत् अभावीयप्रतियोगिता. भूतलं घटवत् इत्यत्र घटः भूतले संयोगसम्बन्धेन वर्तते इति कृत्वा घटे विद्यमानप्रतियोगिता कीदृशी इति चेत् सांसर्गिकप्रतियोगिता अथवा सांयोगिकप्रतियोगिता इति अपि वक्तुं शक्यते. सांयोगिकप्रतियोगिता एतादृशमेव ते वदन्ति. इत्युक्ते अत्र सर्वं पुस्तके दातव्यमिति नास्ति. वयं स्वयं स्वचिन्तनं कर्तुं शक्यते. एवं घट अभावः भूतले इत्यत्र घट अभावे विद्यमानप्रतियोगिता कीदृशी इति चेत् स्वारूपिकप्रतियोगिता. समीचीनं वा अत्र पदनिर्माणं समीचीनं वा इति न जाने, किन्तु अनन्तरं दृष्ट्वा वदामि. किन्तु स्वारूपिकप्रतियोगिता इति प्रतियोगिता अनियोगितयोः मध्ये भेदः सम्पादयितुं शक्यते. अस्तु, एवम् अग्रे महोदय. एवं रूपादौ अपि द्रष्टव्यम्. अस्तु, तर्हि अग्रे पठनात् पूर्वं रूपादौ अपि द्रष्टव्यम् इति चिन्तयतु. तत्र किम् उदाहरणं भवति? अत्र चतुर् नीलो घटः इति. हा, अथवा नीलरूपवत् घटः. हा, नीलरूपवत् घटः. हा, सत्यं. हा, तर्हि इदानीं कुत्र प्रतियोगिता कुत्र अनियोगिता? रूपे प्रतियोगिता. नीलरूपे प्रतियोगिता. हा, नीलरूपे प्रतियोगिता. घटे अनियोगिता. हा, तर्हि नीलरूपे विद्यमानप्रतियोगिता कीदृशी? समवायिकप्रतियोगिता. उत्तमं. किमर्थं समवायिक इति उक्तम्? अत्र नीलरूपमिति समवायसम्बन्धेन घटे वर्तते. अतः नीलरूपमिति गुणः. हा, गुणः. गुणगुणिनोः मध्ये समवायसम्बन्धः भवति इति कृत्वा घटं घटः नीलरूपवान्. क्षम्यताम्, अत्र नीलरूपवत् इति प्रायः न वक्तव्यमासीत्. घटः नीलरूपवान् इति पुल्लिङ्गे खलु. तर्हि नीलरूपे विद्यमानप्रतियोगिता सामवायिकप्रतियोगिता. अत्र आदिवृद्धिः भवति. सामवायिकप्रतियोगिता अथवा अत्र कथं लिखितम् अग्रे पठतु महोदय. तच्च समवायने पटादिद्रव्ये भवति. अतः रूपे समवायनिरूपितसांसर्गिकप्रतियोगिता भवति. अस्तु, पटादौ समवायनिरूपितसांसर्गिक अनियोगिता भवति. अत्र सामवायिकप्रतियोगिता इति अनुक्त्वा समवायनिरूपितसांसर्गिक इति उक्तं, कीदृशसांसर्ग संसर्गः इति सामान्यपदमस्ति. संयोगे अपि संयोगः अपि संसर्गः एव, समवायः अपि संसर्गः एव इति कृत्वा समवायनिरूपित इत्युक्ते समवायविशिष्ट इति अर्थः. विशेषणं संसर्गस्य विशेषणमस्ति समवायः. अतः समवायनिरूपितसांसर्गिकप्रतियोगिता. एवं पूर्वेपि तादृशं भवितुमर्हति खलु, संयोगनिरूपितसांसर्गिकप्रतियोगिता, सत्यम् इति भवितुमर्हति. सत्यं संयोगनिरूपितसांसर्गिकप्रतियोगिता. एवमपि वक्तुं शक्यते, यदि स्वरूपसम्बन्धः अपि एकविधसंसर्गः इति स्वीकुर्मश्चेत् स्वरूपसम्बन्धनिरूपितसांसर्गिकप्रतियोगिता घट अभावे वर्तते इति वक्तुं शक्यते. अस्तु अग्रे महोदय, पटादौ पटादौ समवायनिरूपितसांसर्गिक अनियोगिता भवति. अस्तु, तर्हि रूपे प्रतियोगिता वर्तते, तत्तु समवायनिरूपितसांसर्गिकप्रतियोगिता अस्ति. तर्हि अत्र समवायनिरूपितसांसर्गिक इति विशेषणम् अस्ति प्रतियोगितायाः. पटादौ समवायनिरूपितसांसर्गिक, तत्र इतोपि एकं वाक्यं वक्तव्यं. प्रतियोगितायाः विशेषणमस्ति समवायनिरूपितसांसर्गिक इति. पुनः सांसर्गिक इत्यस्य विशेषणं किम्? तदपि समवायनिरूपित इति. समवायनिरूपितसांसर्गिकप्रतियोगिता. तर्हि अत्र विशेषणद्वयमस्ति, सांसर्गिक इति पदस्य विशेषणमस्ति समवायनिरूपित इति. तदनन्तरं समवायनिरूपितसांसर्गिक इति विशेषणमस्ति प्रतियोगिता इत्यस्य. यथा वयं वदेम खलु, तत्र डार्क् ब्लू लोटस् इति वदामश्चेत् नीलरूपम् उत्पलस्य विशेषणं भवति, किन्तु डार्क् इति नीलरूपस्य विशेषणं भवति. यथा तथा अत्र. सत्यम्, उत्तमम्, अग्रे. अस्तु, समवायस्तु रूपनिष्ठसांसर्गिकप्रतियोगितानिरूपकः पटनिष्ठसांसर्गिक अनियोगितानिरूपकः च भवति. अस्तु, यथा पूर्वे संयोगः इति आसीत् तथैव अत्रापि समवायः इति रूपनिष्ठसांसर्गिकप्रतियोगिता अपि च पटनिष्ठसांसर्गिक अनियोगिता द्वयोः निरूपकः समवायः एव भवति. उत्तमम्, अग्रे. एवम् अन्यान् सम्बन्धान् आदाय तेन विद्यमाने आधेये सम्बन्धस्य प्रतियोगिता आधारे च अनियोगिता वर्णनीया इत्येषा रीतिः. अस्तु, अत्र स्वरूपसम्बन्ध आधारीकृत्य वयं यत् उक्तवन्तः तदेव अत्र लिखितमस्ति. अन्यान् सम्बन्धान् आदाय अपि तादृशं वयं वक्तुं शक्नुमः. तर्हि अत्र चित्रे किमस्ति? चित्रे अस्तु, घटपदम् इत्यस्मिन् प्रतियोगिता अस्ति, अम् पदम् इत्यस्मिन् अनियोगिता वर्तते. तयोः मध्ये संसर्ग सम्बन्धः सम्बन्धः अस्ति, तस्य एव संसर्गः इति नाम. तर्हि कीदृशः संसर्गः इत्युक्ते अव्यवहितोत्तरत्वम् इति सम्बन्धः. तर्हि अत्र वयं वक्तुं शक्नुमः अव्यवहितोत्तरत्वम् इति एव घटपदनिष्ठ सांसर्गिकप्रतियोगितानिरूपकः अपि च अम्पदनिष्ठ सांसर्गिक अनियोगितानिरूपकः भवति. तर्हि अत्र अव्यवहितोत्तरत्वम् इति कस्य विशेषणम्? अव्यवहितोत्तरत्वम् इति संसर्गस्य विशेषणम्. उत्तमं, बहु उत्तमं महोदय, भवता अवगतम्. अव्यवहित उत्तरत्वम् इति संसर्गस्य विशेषणम्. तर्हि अव्यवहितोत्तरत्वसंसर्गः घटपदे विद्यमानप्रतियोगितायाः निरूपकः. अव्यवहितोत्तरत्वसंसर्गः अम्पदे विद्यमान अनुयोगितायाः निरूपकः इति आगतम्. एवमेव एवमेव यदि अम् पदम् इत्यस्मिन् प्रतियोगिता वर्तते अपि च घटं पदम् इत्यस्मिन् अनियोगिता वर्तते चेत् अत्र अव्यवहित चेत् इति चेत् कदा वर्तते तादृशम्? इदानीं दृष्टिः कीदृशमस्ति? हा इत्युक्ते अत्र घटम् इति अस्ति चेत् अव्यवहितोत्तरत्वं भवति, परन्तु अं पूर्वे अस्ति घट परे अस्ति इति कदा भवति? भूतलं घट अयं घटः इति तत्तु अत्र केवलं घटम् इति एकमेव पदम्, अस्तु घटम् इति पदम् इति पदं, परन्तु घटम् इति वैयाकरणी वैयाकरणरीत्या यत् पदमस्ति नैयायिकानां मतानुसारं किं तत् घटम् इति पदद्वयम् इति वाक्यमस्ति, पदद्वयं वाक्यमस्ति खलु? तर्हि अं पदं दृष्ट्वा वदति चेत् तर्हि इदानीम् अं पदम् उत्तरे अस्ति खलु? इति कृत्वा अं पदे अनियोगिता अस्ति, घटपदं तस्मात् पूर्वं भवति इति कृत्वा घटं पदे प्रतियोगिता अस्ति, सत्यम्। किन्तु यदि घटपदं घटम् इत्यत्र घटयोगः अम् इति स्थितिः, यदि घट इति पददृष्ट्या पश्यामश्चेत् तर्हि इदानीं घट इति पदे अनियोगिता, तस्मिन् अं पदं वर्तते प्रतियोगितासम्बन्धेन, सत्यम्। अत्र भूतलं घटवत् अत्र विशेषणविशेषभावयोः परिवर्तनं भवितुमर्हति कुत्रचित्, यथा मया कारकवक्ये प्रतिपादितम्। उदाहरणं वदामि, नीलम् उत्पलं ब्लू लोटस् इत्यत्र इदानीं नीलं विशेषणमस्ति उत्पलं विशेष्यमस्ति, तर्हि उत्पले अनियोगिता नीले प्रतियोगिता, नीले विद्यमानप्रतियोगिता समवायसम्बन्धेन निरूपिता, नीलरूपम् उत्पले समवायसम्बन्धेन वर्तते इति कृत्वा गुणगुणिनोः मध्ये समवायसम्बन्धः इत्यतः इति। किन्तु यदि मम भार्या शाटिकां क्रेतुम् इच्छति, तस्याः तत्र नीलरूपे आसक्तिः अस्ति इति चिन्तयतु, तर्हि कीदृशनीलरूपसा शाटिका इति चेत् उत्पलनीलरूपशाटिका सा क्रेतुमिच्छति इति चिन्तयतु। शी वाण्ट्स् टु गेट् अ सारी इन् ब्लू कलर्, दट् कैण्ड् आफ् ब्लू कलर् विच् इस् देर् इन् दिस् लोटस्। तर्हि इदानीम् उत्पलनीलम् इति जातं, न तु नीलोत्पलं, तत्र इदानीम् उत्पलम् इति विशेषणं भवति, नीलमिति विशेष्यं भवति। पुनः मिलित्वा उत्पलनीलशाटिका इत्यत्र उत्पलनीलम् इति शाटिकायाः विशेषणं भवति इति कृत्वा अत्र इदानीम् उत्पलनीलम् इति चेत् उत्पलं विशेषणं भवति, उत्पले प्रतियोगिता, नीले अनियोगिता। तर्हि अत्र केवलम् इतोपि गभीरचिन्तनार्थं, गुणः गुणिनी समवायसम्बन्धेन भवति, किन्तु इदानीं किं जातं, गुणी गुणे वर्तते खलु, उत्पलम् इति गुणि द्रव्यं तद् विशेषणमस्ति, गुणः विशेष्यं जातम् इदानीं। तर्हि अत्र गुणी गुणे केन सम्बन्धेन भवति? समवायसम्बन्धेन एव भवति इति अहं मन्ये। केन सम्बन्धेन? समवायसम्बन्धेन नास्ति, गुणः गुणिनी समवायसम्बन्धेन भवति। अत्र तदेव भेदः, समवायसम्बन्धः संयोगसम्बन्धः इत्यत्र समवायसम्बन्धः उभयत्र अस्ति, यदा घटः भूतले अस्ति तदा समवायसम्बन्धः भूतले अपि अस्ति घटे अपि अस्ति, संयोगसम्बन्धः खलु? क्षम्यतां, संयोगः, मया दोषेन उक्तं, संयोगः घटः भूतले अस्ति इत्यत्र संयोगसम्बन्धः द्विनिष्ठः द्विनिष्ठः चेदपि तर्हि घटे संयोगसम्बन्धः वर्तते भूतले अपि संयोगसम्बन्धः वर्तते सत्यं किन्तु समवायसम्बन्धः इत्यत्र यद्यपि समवायसम्बन्धः अपि द्विनिष्ठः अस्ति इत्युक्ते समवायसम्बन्धः घटे अपि वर्तते क्षम्यतां नीलरूपे अपि वर्तते समवायसम्बन्धः घटे अपि वर्तते तथापि यथा घटः भूतले संयोगसम्बन्धेन वर्तते इति वक्तुं शक्यते अथवा घटभूतलयोः मध्ये संयोगः इति वक्तुं शक्यते एवम् अत्रापि वक्तुं शक्यते नीलरूपघटयोः मध्ये समवायसम्बन्धः किन्तु घटः नीलरूपे समवायसम्बन्धेन वर्तते इति यदा कदापि न भवति न भवति सत्यं यदा कदापि न भवति यदा कदापि न भवति तर्हि तत्र स्वरूपसम्बन्धः एव वक्तव्यः यत्र कुत्रचित् अत्र संयोगसम्बन्धः वा समवायसम्बन्धः वा इति तादृशं न वक्तुं शक्यते तत्र सर्वत्र स्वरूपसम्बन्धः अस्तु तदेव कल्पनीयं यथा अस्माभिः दृष्टं तत्र व्याप्यवृत्तित्वम् अव्याप्यवृत्तित्वम् इति पाठः अस्माभिः अधीतः सत्यम् अवयवः अवयवी अवयवेषु समवायसम्बन्धेन वर्तते खलु सत्यं किन्तु इदानीं यदि कोऽपि पक्षी वृक्षम् आगत्य तस्मिन् अग्रभागे उपविशति तर्हि इदानीं पक्षिवृक्षयोः मध्ये यः संयोगसम्बन्धः अस्ति स च संयोगसम्बन्धः अव्याप्यवृत्तिः अस्ति वृत्तिः अस्ति किमर्थमित्युक्ते संयोगसम्बन्धः अग्रभागे एव अस्ति मूलभागे नास्ति मूलभागे नास्ति इति कृत्वा अत्र पश्यतु मूलभागे वृक्षस्य मूलभागे तर्हि वृक्षस्य मूलभागे इति प्रयोगे पश्यतु अत्र अवयवः अवयवी वर्तते इति भाति अवयविनी वर्तते इति भाति किन्तु वास्तविकस्थितिः किम् इति चेत् सर्वदा अवयवी एव अवयवेषु वर्तते विपरीतरीत्या न भवति किन्तु वृक्षस्य मूलभागः इति चेत् वृक्षे मूलभागः अस्ति इति वत् भाति तादृशव्यवहारः क्रियते खलु इति कृत्वा तत्र किं वक्तव्यं स्वरूपसम्बन्धेन वक्तव्यम् इति तेषु दिनेषु अस्माभिः चिन्तितम् तर्हि यत्र यत्र तादात्म्यसम्बन्धः वा संयोगसम्बन्धः वा स्वरूपसम्बन्धः समवायसम्बन्धः वा न वदामः कालिकासम्बन्धः दैशिकसम्बन्धः तत्र सर्वत्र वस्तुतः कालिकासम्बन्धः दैशिकसम्बन्धः अपि स्वरूपसम्बन्धस्य प्रभेदः एव तत्र केवलम् एकं विशेषणं दत्तं तावदेव भवतु तर्हि एवम् अत्र घटं यथा मया उक्तं नीलोघटः इत्यत्र विशेष्यं घटः इति चेत् नीलरूपं विशेषणं भवति किन्तु उत्पलनीलम् इत्यत्र उत्पलं विशेषणं भवति नीलं तर्हि विशेषणं किं विशेष्यं किम् इति बोद्धुम् अत्र अस्माकं दृष्टिः कुत्र इति द्रष्टव्यम् एवम् अत्रापि अम्पददृष्ट्या अत्र घटपदं घटपदे प्रतियोगिता जायते अम्पदमेव उत्तरमस्ति इति कृत्वा घटपदं पूर्वमस्ति तर्हि घटपददृष्ट्या अम्पदे प्रतियोगिता अस्ति घटपदे अनियोगिता आगच्छति अम्पदघटपदयोः मध्ये संसर्गः अस्ति किन्तु कीदृशसम्बन्धः किं विशिष्टसंसर्गः इति चेत् अव्यवहितपूर्वत्वसम्बन्धः इति किमर्थं पूर्वत्वम् इति चेत् घटपदं पश्यन् अस्मि अहं तदेव पूर्वमस्ति इति कृत्वा अस्तु बहु किमपि अस्माभिः चिन्तितं प्रश्नाः सन्ति किम् एतावत् सर्वैः अवगतं वा अवगतं महोदय मम एकः प्रश्नः अस्ति यदि यदि अम्पदम् अव्यवहितरूपेण तत्र भवितव्यम् इति समीचीनं, तत्र आकाङ्क्षा वर्तते इति अस्ति. यदि यदि वाक्ये बालकः चमसेन खादति इत्यस्ति, तत्र बालकः कोऽपि वदति बालकः चमसं खादति इति वदति चेत् तत्र तत्र योग्यता न भवति खलु. तत्र तत्र यद्यपि अव्यवहितरूपेण प्रत्ययः अस्ति तथापि तत्र योग्यता नास्ति इति. तत्र वाक्यं न अवबुद्धं, वाक्यं पुनः वदतु. बालकः चमसेन खादति इति शुद्धं वाक्यं, किन्तु कोऽपि चमसेन इत्युक्ते स्पून् खलु. अस्तु, तद् न सम्यक्तया न श्रुतं. बालकः चमसेन खादति, अस्तु वदतु इदानीं. तत्र कोऽपि चमसेन इति अनुक्त्वा ते चमसम् इति वदति चेत् तत्र तत्र अशुद्धता अस्ति खलु. शाब्दबोधः जायते, किन्तु शाब्दबोधः जायते किन्तु तत्र अशुद्धमपि अस्ति इति. अशुद्धम् इत्युक्ते विवक्षितशाब्दबोधः न जायते. अस्तु, विवक्षितशाब्दबोधः न जायते. आम्, हा, विवक्षितशाब्दबोधः. अत्र यदा वयम् ऐस्क्रीम् खादेमः खादामः, तत्र वेफर् बिस्केट् अस्ति खलु, आम्, तदेव चमसरूपेण उपयुज्य ऐस्क्रीम् खादामः, तत्र वेफर् बिस्केट् अपि खादामः खलु. आमां, सत्यं. तादृशबोधः जायते अत्र. चमसं चमसेन खादति इति अनुक्त्वा चमसं खादति इति वदति चेत् यद्यपि तस्य विवक्षा तद् नास्ति, किन्तु अर्थबोधः जायते. किम् अर्थबोधः जायते इति, इदानीं कर्मपदं खादनक्रियायाः कर्मपदं चमसं भवति. आम् इति कृत्वा स्वयं चमसं खादते सः, न तु कपदेन. अतः कर्णत्वं न द्योतते, कर्मत्वं द्योतते. सत्यम् इति. किन्तु अविहित उत्तरत्वं तु अस्ति एव, अविहित उत्तरत्वम् इत्यादि अस्ति. आम्, सत्यम्. अतः अत्र शाब्दबोधः जायते वा न वा इति चेत् विवक्षितशाब्दबोधः न जातः इति कृत्वा शाब्दबोधः न जातः इत्येव वक्तव्यम्. अस्तु, उत्तमम्. अस्तु, अग्रे गच्छेम. सत्यभौमा भगिनी अग्रे पठति वा प्रकृति अपि. अतः एव महोदयेन उचितपदम् इति अपि योजितं खलु. हा, सत्यम्. विवक्षां बोद्धुं यत् पदं प्रयोक्तव्यं तत् प्रयोक्तव्यमस्ति. चमसेन खादति इति करणत्वं दोतयितुं या प्रत्ययः योजनीयः, अं प्रत्ययं योजयामश्चेत् चमसस्य खादनं करोति इति भवति. अस्तु, अग्रे भगिनि. प्रकृते अपि अव्यवहितपूर्वत्व अव्यवहित उत्तरत्व उत्तरत्वरूपसंसर्गयोः सांसर्गिकप्रतियोगिता सांसर्गिक अनियोगिता च प्रकृतिप्रत्ययोः भवत्येव. इदानीं प्रकृत उदाहरणस्य विषये आगतम्. अतः प्रकृत प्रकृतिप्रत्ययोः किमुक्तम् इदानीं खडम् इति अस्ति खलु अस्माकम् उदाहरणं प्रकृत उदाहरणं. प्रकृते इत्यनेन प्रकृत उदाहरणी इति अर्थः नास्ति. ओ, अव्यवहितत्व यत् टोपिक् वयम् इदानीं दृष्टवन्तः तस्मिन् विषये लक्षणे लक्षणे आकाङ्क्षायाः लक्षणं यदुक्तं तत्र प्रकृतलक्षणे अपि. ओ, एतत् अपि दलं योजनीयम् इति. ओके, अव्यवहितपूर्वयोजनीयम् इति नास्ति. प्रकृतलक्षणे अपि अव्यवहितपूर्वत्व अव्यवहित उत्तरत्वरूपसंसर्ग संयोगः सांसर्गिकप्रतियोगिता सांसर्गिक अनियोगिता च प्रकृतिप्रत्ययोः भवत्येव इत्युक्ते अस्मिन् लक्षणवाक्ये यदि एतादृशमत्र अव्यवहित उत्तरत्वसम्बन्धेन घिषणापदविशिष्ट अम्पदत्वम् अम्पदनिष्ठ आकाङ्क्षा इति यद् लक्षणम् उक्तं तस्मिन् लक्षणे अपि अत्र सांसर्गिकप्रतियोगिता सांसर्गिक अनियोगिता भवत्येव तयोः मध्ये प्रकृतिप्रत्ययोः मध्ये इति उक्तम्. इदानीमेव अत्र सांसर्गिकप्रतियोगिता सांसर्गिक अनियोगिता नाम का इति उक्तं खलु. एतावत्पर्यन्तं तदेव अस्माभिः अवबुद्धम्. तर्हि प्रकृते लक्षणे अपि एतद्द्वयमपि भवत्येव इति सूचयति. अस्तु अग्रे. तद् निवेशनीयम् इदानीं न निवेशनीयम् इति नास्ति, अत्र पूर्वमेव अस्ति, किन्तु किं नास्ति इति चेत् सांसर्गिकप्रतियोगिता सांसर्गिक अनियोगिता इति यदिदानीम् अवगतं तत्तु तत्र भवत्येव इति अस्माभिः द्रष्टव्यम् इति अवधातव्यं, निवेशनीयम् इति नास्ति. यथा भूतलं घटवत् इत्यत्र संयोगसम्बन्धः अस्ति इति पदं दृष्ट्वा न अवगच्छामः, तथापि तदस्ति एव खलु. भूतलं घटवत् इत्यत्र संयोगसम्बन्धः अपि अस्ति इति यथा, तथा अत्रापि अव्यवहित अत्तरत्वसम्बन्धेन घिषणापदविशिष्टम् अम्पदत्वम् अम्पदनिष्ठ आकाङ्क्षा इत्यस्मिन् वाक्ये सांसर्गिकप्रतियोगिता सांसर्गिक अनियोगिता इति न उक्तं, किन्तु तत् प्रकृतिप्रत्ययोः मध्ये भवत्येव इति अस्माभिः अवगन्तव्यं. अस्तु अग्रे. तत्र अव्यवहित उत्तरत्वं चेत् संसर्गः घटपते, प्रतियोगिता अनियोगिता च अम्पते. अव्यवहितपूर्वत्वं चेत् संसर्गः वाक्यं वाक्यं समीचीनतया अत्र वाक्य किमस्ति तत् पठितं, किन्तु यथा भवत्या पठितं तत्र अर्थबोधः न जायते इति भाति. पुनः एकवारं पठतु. अत्र अव्यवहितोत्तरत्वं चेत् संसर्गः खडपदे प्रतियोगिता अनियोगिता च अम्पदे. अस्य वाक्यस्य अर्थः कः इति वदतु. अत्र कोमा इस् दे, किन्तु संसर्गः इत्यनन्तरं कमा अस्ति वा? संसर्गः कमा अस्ति किम्? विसर्गः अस्ति, संसर्गः घटपदे प्रतियोगिते. हा, तर्हि कथं पठनीयम्? अस्तु, भवती अस्य वाक्यस्य अर्थः कः इति वदतु. महोदय पुनः पृच्छतु. वोयिस् अस्य वाक्यस्य अर्थः कः इति प्रश्नः. संसर्गः अव्य अत्र अव्यवहित उत्तरत्वम् इत्यस्य अर्थः कः? सम्बन्धः कीदृश अव्यवहित उत्तरत्वसम्बन्धः कीदृशः? घटपदे प्रतियोगितासम्बन्धः अनियोगितासम्बन्धः अव्यवहित उत्तरत्वसंसर्गिक प्रतियोगिता इति वक्तव्यं चिन्तयामि. यथा भवती पठितवती तदा मया अवगतं, भवती न अवगतवती इति. अहं पठामि श्रुत्वा वदतु. तत्र अव्यवहित अव्यवहितोत्तरत्वं चेत् संसर्गः घटपदे प्रतियोगिता अनियोगिता च अम्पदे. तत्र चेत् इत्यस्य अनन्तरं विरामः दातव्यः. भवती कथं पठितवती तत्र अव्यवहितोत्तरत्वं चेत् संसर्गः घटपदे प्रतियोगिता इति पठितवती. तादृशं न पठनीयं. तत्र अव्यवहितोत्तरत्वं चेत् अव्यवहितोत्तरत्वं नाम किम् इति चेत् अव्यवहितोत्तरत्वम् इत्यस्य अर्थः कः इति चेत् संसर्गः घटपदे प्रतियोगिता अनियोगिता च अम्पदे. इत्युक्ते घटपदे विद्यमानप्रतियोगिता अत्र संयोगसम्बन्धेन निरूपिता इति अवगन्तव्यम्. अव्यवहितोत्तरत्वं नाम किम् इति चेत् घटपदे घटपदे विद्यमानसंसर्गता क्षम्यताम् घटपदे विद्यमानप्रतियोगिता संयोगसम्बन्धेन निरूपिता अम्पदे क्षम्यतां संयोगसम्बन्धः नास्ति संसर्गसम्बन्धेन संसर्गेण निरूपिता अम्पदे विद्यमान अनियोगिता संसर्गेण निरूपिता इति अवगन्तव्यम् इति अर्थः. अव्यवहितोत्तरत्वं नाम किम् इति चेत् तत्र घटपदे प्रतियोगिता वर्तते, अम्पदे अनियोगिता वर्तते, तयोः मध्ये संयोगः संसर्गः अस्ति, तदेव अर्थः इति अवगन्तव्यम् इति आशयः. अव्यवहित उत्तर अव्यवहितत्वसंसर्गः प्रतियोगिता इति नास्ति, मम दोषेन चिन्तितवती. अत्र अव्यवहितोत्तरत्वसंसर्गः एव तदेव तदेव मम चिन्तितं, मया तदा चिन्तितं, किन्तु तत्र संसर्गः इति मया कीदृशं मम चिन्तनं एतादृशम् आसीत् अव्यवहितोत्तरत्व अव्यवहितोत्तरत्वं सम्बन्धः, अतः एव अहं संसर्ग अपि अत्र योजितवती, किन्तु तद्दोषाय चेत् तावत् पर्याप्तम् इत्युक्ते अव्यवहितोत्तरत्वं नाम किम् इति अर्थः. संसर्गः अथवा अव्यवहितोत्तरत्वम् इति पदेन किम् अवगन्तव्यम् इति चेत् संसर्गः गणपदे प्रतियोगिता, अनियोगिता च अम्पदे. तर्हि अव्यवहितोत्तरत्वं नाम किम् इति चेत् संसर्गः इति अर्थः तस्य. स च संसर्गः तयोः मध्ये इति चेत् घटपदे प्रतियोगिता, अनियोगिता च अम्पधे इति तयोः मध्ये संसर्गः. अस्तु अग्रे. तदा अव्यवहितपूर्वत्वं चेत् संसर्गः प्रतियोगिता चित्रे दर्शितरीत्या अम्पदे, घटपदे च अनियोगिता. अग्रे. तथा च संयोग संसर्ग तथा च संसर्गभेदेन कदाचित् प्रकृतिः प्रतियोगित्वं कदाचित् प्रत्ययः प्रतियोगित्वं भजते. तयोः च प्रतियोगि अनियोगिनोः परिचयार्थं मूले पदान्तरव्यतिरेकः तत्प्रयुक्तः पदस्य बोधजनकत्व अभावः च निरूपितः. पुनः किमुक्तं, तथा च संसर्गभेदेन कदाचित् प्रकृतिः प्रयोगित्वं कदाचित् प्रत्ययः प्रतियोगित्वं भजते. तत् चित्रं पश्यामः चेत् तत्र ज्ञातुं शक्यते यत्र अव्यवहित उत्तरत्वसंसर्गिक इति सम्बन्धः उत्तरत्वं तद्दृष्ट्या पश्यामः चेत् घटपदे प्रतियोगिता आगच्छति, अव्यवहितपूर्वत्वदृष्ट्या पश्यामः चेत् अम्पदे प्रतियोगित्वम् आगच्छति. उत्तमं, बहु उत्तमं भवती अवगतवती. अस्तु तर्हि तत्र संसर्गभेदः कः इति चेत् अव्यवहित उत्तरत्वसंसर्गः इति एकः सम्बन्धः, एकः संसर्गः. अव्यवहित अव्यवहितपूर्वत्वसंसर्गः इति अन्यः संसर्गः. तर्हि अव्यवहित उत्तरत्वसंसर्गः इति वदामश्चेत् इदानीं प्रतियोगिता कुत्र अस्ति? घटपदे. अव्यवहितपूर्वत्वसंसर्गः इति वदामश्चेत् प्रतियोगिता कुत्र अस्ति? अम्पदे अस्ति. तयोश्च प्रतियोगि अनियोगिनोः परिचयार्थं मूले पदान्तरव्यतिरेकः तत्प्रयुक्तः पदस्य बोधजनकत्व अभावः च निरूपितः. अनेन किम् निरूपितम् इति अत्र दत्तमासीत्. मूललक्षणवाक्ये पदान्तरव्यतिरेकप्रयुक्त पदस्य पदान्तरव्यतिरेकप्रयुक्त इति आसीत् एकवारं पदस्य पदान्तरव्यतिरेकप्रयुक्त तावदेव. तर्हि मूललक्षणं किम्? बोल्ड् मध्ये यदस्ति पदस्य पदान्तरव्यतिरेकप्रयुक्त अन्वय अनुभावकत्वम् आकाङ्क्षा इति. तद् किञ्चित् परिवर्तितं खलु, परिवर्त्य कथं पदान्तरव्यक्ते पदान्तरव्यतिरेकप्रयुक्तशाब्दबोध अजनकत्वम् बोधजनकत्व अभावः अथवा अजनकत्वम् इति उक्तम् पदान्तरव्यतिरेकप्रयुक्त शाब्दबोध अजनकत्वम् इति उक्तं तर्हि तत्र दलद्वयमस्ति पदान्तरव्यतिरेकप्रयुक्तत्वम् इति एकं दलं शाब्दबोध अजनकत्वम् इति द्वितीयं दलं तर्हि पदान्तरव्यतिरेकप्रयुक्तम् इति दलं यद् मूले अस्ति तदेव अत्र एतादृशम् उक्तमस्ति अत्र इत्युक्ते अव्यभिहितोत्तरत्वसम्बन्धेन अव्यभिहितोत्तर अव्यभिहितपूर्व पूर्वत्वसम्बन्धेन इति यदुक्तम् तदेव मूलग्रन्थकारेण पदान्तरव्यतिरेकप्रयुक्तम् इति अनेन उक्तम् इति समन्वयः कृतः बोधजनकत्व अभावश्च निरूपितः अस्तु धन्यवादः भगिनि अग्रे रमेश महोदय पठति किम् एतदुक्तं भवति इति एतत् एतद् उक्तं भवति आकाङ्क्ष आकाङ्क्षाज्ञानं च तादृश च नास्ति न आकाङ्क्षाज्ञानं न तादृशबोधजनकत्व अभावज्ञानम् किन्तु पूर्वोक्तसम्बन्धाभ्यां पदविशिष्टपदत्वज्ञानम् एव तत्र प्रविष्टं यत् आदिमपदम् तत्र प्रविष्टं यत् आदिमपदं प्रतियोगीभूतं द्वितीयं च पदम् अनुयोगीभूतं तत् कीदृशं ग्राह्यम् इति जिज्ञासायां वस्तुतः ययोः पदयोः मध्ये पूर्वेण विना अपरेण विना पूर्वं न बोद्धं जनयति तादृशे पदे ग्राह्ये न तु अन्ये इति बोधनाय मूलकारेण ईदृशम् आकाङ्क्षायाः स्वरूपम् उक्तम् तर्हि पुनः वाक्यशः पठित्वा वदतु यद् उक्तं भवति एतद् उक्तं भवति यद् उक्तं भवति आकाङ्क्षाज्ञानं न तादृशशब्दबोधजनकत्व अभावज्ञानम् आकाङ्क्षाज्ञानं जनकत्व अभावज्ञानम् शब्दबोधजनकत्व अभावज्ञानम् अस्तु अहं प्रश्नान् पृच्छामि तस्य उत्तरं वदतु महोदय आम् महोदय प्रथमम् आकाङ्क्षा कुत्र वर्तते पदे वर्तते उत्तमं पदे वर्तते खलु तर्हि घटम् इत्यत्र कति पदानि सन्ति द्वे पदे स्तः उत्तमं ते के घट इति यत् प्रातिपदिकम् अस्ति अम् इति यत् अस्ति तत् ते द्वे पदे स्तः तत्र उत्तमं हा तर्हि घटपदे विद्यमान आकाङ्क्षा का पदे आकाङ्क्षा वर्तते इति समीचीनतया भवता उक्तं तर्हि इदानीं घटम् इत्यत्र पदद्वयमस्ति एकं तु घट इति प्रकृतिः अन्यस्तु अम् इति प्रत्ययः प्रकृतिप्रत्ययोः उभयोः तत्र आकाङ्क्षा वर्तते अपि च सा आकाङ्क्षा भिन्ना अस्ति तर्हि घट इति प्रकृतौ विद्यमान आकाङ्क्षा का प्रत्ययस्य आकाङ्क्षा भवति तस्मिन् न अत्र शास्त्रीयरीत्या वक्तव्यम् अव्यवहितपूर्वत्वसम्बन्धेन इति तादृशं वक्तव्यम्। घटपदे अव्यवहितपूर्वो अव्यवहितपूर्वत्वं पूर्वत्वस्य आकाङ्क्षा अस्ति न पूर्वत्वस्य आकाङ्क्षा नास्ति नास्ति नास्ति उत्तरस्य आकाङ्क्षा सम्बन्धेन न न बुद्धं महोदय तत् किं वक्तव्यमिति परन्तु अं पदस्य आकाङ्क्षा अस्ति इति वक्तुं शक्यते परन्तु तत् कथं वक्तव्यम् अत्र 316th पेज् मध्ये तृतीयपरिच्छेदः अस्ति खलु बुद्धिनिष्ठकर्मत्वबोधनाय इति 316th पेज् बुद्धिनिष्ठकर्मबोधनाय अव्यवहित उत्तरत्वसम्बन्धेन इति वा तद्देव वा अव्यवहित उत्तरत्वसम्बन्धेन घिषणापद अत्र घिषण इत्यस्मिन् स्थाने घट इति घटपदविशिष्ट अम्पदत्वम् अम्पदत्वम् अम्पदनिष्ठ आकाङ्क्षा एवम् अग्रे पठतु अव्यवहित पूर्वत्वसम्बन्धेन अम्पदविशिष्ट घटपदत्वं घटपदे विद्यमान आकाङ्क्षा उत्तमं तर्हि पदद्वये अपि घट इति पदे प्रकृतौ अम् इति पदे प्रत्यये आकाङ्क्षा वर्तते तर्हि घटे विद्यमान आकाङ्क्षा का इति चेत् अव्यवहितपूर्वत्वसम्बन्धेन अम्पदविशिष्टघटपदत्वं घटपदे विद्यमान आकाङ्क्षा इति तस्य उत्तरम् एवम् अम्पदे विद्यमान आकाङ्क्षा का इति चेत् अव्यवहित उत्तरत्वसम्बन्धेन घटपदविशिष्ट अम्पदत्वम् अम्पदनिष्ठ आकाङ्क्षा इति आगतम्। तर्हि आकाङ्क्षाद्वयमस्ति आकाङ्क्षद्वयोः मध्ये भेदः अस्ति भेदः कः इति चेत् सम्बन्धः विद्यते अम्पदे विद्यमान आकाङ्क्षा अव्यवहित उत्तरत्वसम्बन्धेन अस्ति अपि च किं विशिष्टम् इति चेत् घटपदविशिष्टम् अस्ति अपि च अम्पदत्वेन विशिष्टमस्ति किन्तु घटपदवे विद्यमान आकाङ्क्षा भिन्ना अस्ति इति भेदाः सन्ति भवतु। तर्हि इदानीम् एतद्वाक्ये आकाङ्क्षाज्ञानं न तादृशबोधजनकत्व अभावज्ञानम् इत्युक्ते इदानीं घटपदे विद्यमान आकाङ्क्षायाः ज्ञानं किम् इति प्रश्नः। घटपदे अपि आकाङ्क्षा वर्तते अम्पदे अपि आकाङ्क्षा वर्तते सा आकाङ्क्षा का इति साक्षात् अत्र शास्त्रीयरूपेण अस्माभिः उक्तं भवतु। तर्हि इदानीं घटपदे विद्यमान आकाङ्क्षायाः ज्ञानं किम् इति चेत् सा न तादृशबोधजनकत्व अभावज्ञानम् इत्युक्ते घटपदे यद् शाब्दबोध अजनकत्वमस्ति यावत्पर्यन्तम् अम् इति पदं न वदेम तावत्पर्यन्तं घटे विद्यमानशक्तिः नास्ति इति अत्र यद् शाब्दबोध अजनकत्वमस्ति तस्य अभावस्य ज्ञानं नास्ति आकाङ्क्षाज्ञानम् इत्युक्ते तर्हि किम् इति चेत् किन्तु अग्रे पठतु किन्तु पूर्वोक्तसम्बन्धाभ्यां पदविशिष्टपदत्वज्ञानम् एव तर्हि घटे विद्यमान आकाङ्क्षायाः ज्ञानम् अथवा आकाङ्क्षा का इति चेत् यथा इदानीम् अस्माभिः उक्तम् अव्यभेदपूर्वत्वसम्बन्धेन अम्पदविशिष्टघटपदत्वं घटपदे विद्यमान आकाङ्क्षा इति यदि ज्ञायते तज्ज्ञानमेव घटपदे विद्यमान आकाङ्क्षाज्ञानम्। अत्र केवलं शाब्दबोध अजनकत्वं केवलं घट इति वदामश्चेत् सम्पूर्णशाब्दबोधः न जायते तदा आकाङ्क्षा न पूरिता। तर्हि घटे विद्यमान आकाङ्क्षा का इति चेत् शाब्दबोध अजनकत्वमेव घटे विद्यमान आकाङ्क्षा इति न अवगन्तव्यम्। आकाङ्क्षा का इति चेत् यथा इदानीम् अस्माभिः उक्तं तदेव. अस्तु अग्रे महोदय. तत्र तत्र प्रविष्टं यत् आदिमपदं प्रतियोगीभूतं द्वितीयं च पदम् अनियोगीभूतं तत् कीदृशं ग्राह्यम् इति जिज्ञासायां वस्तुतः ययोः पदयोः मध्ये पूर्वेण विना अपरम् अपरेण विना पूर्वं न बोधं जनयति. तादृश्ये पदे ग्राह्ये न तु अन्ये इति बोधनाय मूलकारेण ईदृशम् आकाङ्क्षायाः स्वरूपम् उक्तम्. अत्र तत्र प्रविष्टं यत् तत्र इत्यनेन आकाङ्क्षाज्ञाने आकाङ्क्षाज्ञाने प्रविष्टं यत् तद्वा आकाङ्क्षा तत्र तत्र इत्युक्ते कुत्र तत्र प्रविष्टं यत् आदिमपदं प्रतियोगि घट्टम् इति वा घटमिति पदे प्रविष्टं यत् आदिमपदं घटम् इति वाक्ये भवति वा न. पुनः पृच्छामि घटे विद्यमान आकाङ्क्षा का घटम् इति वाक्ये घट इति प्रकृतौ विद्यमान आकाङ्क्षा का अव्ययवित्तपूर्वसम्बन्धेन यत् अम्पदविशिष्ट तदेव अस्ति खलु सत्यं तर्हि तत्र एकवाकं वदतु एकवारं वदतु अत्र अभ्यासाय भवतु. अव्यवहितपूर्वत्वसम्बन्धेन अम्पदविशिष्टघटपदत्वं घटपदे विद्यमान आकाङ्क्षा अस्ति. हा तर्हि घटपदे विद्यमान आकाङ्क्षा घटनिष्ठ आकाङ्क्षा. तर्हि अत्र दलद्वयमस्ति घटे घटनिष्ठ आकाङ्क्षा लक्षणे घट दलद्वयमस्ति. ते दले के अव्यवहितो अव्यवहित उत्तर अव्यवहित पूर्वसम्बन्ध अव्यवहितपूर्वसम्बन्धः इति एकदलम् अम्पदविशिष्टम् इति एकं दलं सम्बन्धत्वम् इति दलं वदामश्चेत् तत्र भावः वक्तव्यः सम्बन्धत्वम् इति दलम् अम्पदविशिष्टघटपदत्वम् इति द्वितीयदलम्. उत्तमं तर्हि इति दलद्वयमस्ति अव्यवहितपूर्वत्वसम्बन्धत्वम् इति एकं दलम् अम्पदविशिष्टघटपदत्वम् इति द्वितीयं दलं मिलित्वा घटनिष्ठ आकाङ्क्षायाः लक्षणं भवति. तर्हि तत्र इत्युक्ते अस्मिन् लक्षणवाक्ये अव्यवहितपूर्वत्वसम्बन्धत्वम् अम्पदविशिष्टघटपदत्वम् इति दलद्वयं यस्मिन् लक्षणवाक्ये वर्तते तत्र प्रविष्टं यत् आदिमं पदम् अत्र आदिमं पदं किम् घट इति आदिमं पदम् अस्ति प्रतियोगी घटम् इत्यत्र इदानीं लक्षणवाक्यम् यदुक्तं खलु लक्षणवाक्ये विद्यमान आकाङ्क्षायाः लक्षणवाक्ये पदद्वयमस्ति अव्यवहितपूर्वत्वसम्बन्धत्वम् इति यत् पदमस्ति तदेव आदिमपदम् तद् आदिमपदं प्रतियोगीभूतम् अव्यविहितपूर्वत्वसम्बन्धेन अत्र पश्यतु चित्रं पश्यतु इदानीम् अव्यविहितपूर्वत्वसम्बन्धं यदि संसर्गः इति यदि वदामश्चेत् तत्र प्रतियोगी का अम्पदं प्रतियोगी भवति. हा तर्हि अव्यविहितपूर्वत्वसम्बन्धत्वम् इत्यनेन अम्पदे विद्यमानप्रतियोगिता अवगन्तव्या. तदनन्तरम् अम्पदविशिष्ट घटपदत्वम् इति दले इति पदेन घटे विद्यमान अनियोगित द्वितीयं च पदम् अनियोगीभूतम् तत् कीदृशं ग्राह्यम् इति जिज्ञासायां वस्तुतः ययोः पदयोः इति एतत् सर्वं समानमेव इत्युक्ते अत्र सामान्यमेव इति बोद्धुं तर्हि कथम् अत्र लक्षणसमन्वयः कृतः समन्वयः इत्युक्ते कयोः मध्ये मूलकृतलक्षणम् अपि च इदानीम् अव्यवहितत्वम् इति दलं योजयित्वा यस्य लक्षणस्य परिष्कारः कृतः तल्लक्षणम् उभयोः मध्ये समन्वयः कथं करणीयः इति चेत् अत्र मूलकृतगन्धकारेण पदान्तरव्यतिरेकप्रयुक्तं शाब्दबोध अजनकत्वम् इति दलद्वयेन यद् मूलकृता उक्तं लक्षणं तस्य समन्वयः प्रकृतलक्षणेन सह कथं करणीयम् इति चेत् एतादृशमेव करणीयम् तर्हि पदान्तरव्यतिरेकप्रयुक्तम् इति अनेन किं वक्तुम् इच्छति मूलकारः इति चेत् अव्यवहित उत्तरत्वसम्बन्धत्वं वक्तुम् इच्छति केवलं तद् नास्ति घट अत्र अम्पदविशिष्ट घटपदत्वम् इति वक्तुम् इच्छति इति लक्षणसमन्वयः कृतः तावदेव किञ्चित् जाटिल्यमस्ति अपि च प्राक्टिकल् उपयोगः अस्य भवति वा इति चेत् न किन्तु यदि अवगच्छन्ति तदा तत्र केवलम् इदानीं लक्षणसमन्वयः कृतः पदान्तरव्यतिरेकप्रयुक्तं प्रयुक्तशाब्दबोध अजनकत्वम् इति मूलकृता यल्लक्षणं कृतम् अपि च अव्यवहितत्वम् इति दलं योजयित्वा तदेव लक्षणं भिन्नरीत्या उक्तम् अव्यवहितपूर्वत्वसम्बन्धेन अम्पदविशिष्टघटपदत्वं घटपदे विद्यमान आकाङ्क्षा अव्यवहित उत्तरत्वसम्बन्धेन घटपदविशिष्टम् अम्पदत्वम् अम्पदनिष्ठ आकाङ्क्षा इति यत् द्विधा उच्चरितमस्ति तयोः मध्ये समन्वयः साधितः कथं साधितः इति चेत् एतादृशं तत्र सांसर्गिकप्रतियोगिता सांसर्गिक अनियोगिता इति एतत् सर्वम् अवगम्य यद् मूलग्रन्थकारेण उक्तं तद् एवम् अवगन्तव्यम् इति उक्तं मूलग्रन्थकारेण पदान्तरव्यतिरेकप्रयुक्तं शाब्दबोध अजनकत्वम् इति यदुक्तं तत्र साक्षात् न अवबुध्यते किन्तु इदानीम् अत्र विद्याधरीग्रन्थकारेण यदुक्तं तत्र आकाङ्क्षयोः घटे विद्यमान आकाङ्क्षा का अम्पदे विद्यमान आकाङ्क्षा का तयोः आकाङ्क्षयोः मध्ये भेदः ताभ्याम् आकाङ्क्षाभ्यां भेदः कः इति एतत् सर्वं समीचीनम् अवबुध्यते तर्हि मूलग्रन्थकारेण यदुक्तं तद् एवम् अवगन्तव्यं तदा लक्षणसमन्वयः भवति इति ईदृशम् आकाङ्क्षायाः स्वरूपमुक्तं मूलकारेण इति समन्वयः कृतः अस्तु एकवारं पुनः पठन्तु लिखित्वा संस्थापयन्तु तर्हि आकाङ्क्षा का इति चेत् एतादृशं वक्तव्यं घटपदे अत्र आकाङ्क्षा का इति चेत् एवमेव आकाङ्क्षायाः लक्षणं न वक्तव्यं तर्हि तत्र उदाहरणं वदतु इति प्रथमं प्रष्टव्यं यदि अहं घटम् इति उदाहरणं वदामि तदा घटे विद्यमान आकाङ्क्षा का इति चेत् अव्यवहितपूर्वत्वसम्बन्धेन अम्पदविशिष्ट घटपदत्वं घटपदे विद्यमान आकाङ्क्षा इति उत्तरं दातव्यम् अम्पदे विद्यमान आकाङ्क्षा का इति चेत् अव्यवहित उत्तरत्वसम्बन्धेन घटपदविशिष्ट अम्पदत्वम् अम्पदे विद्यमान आकाङ्क्षा इति उत्तरं वक्तव्यम् अत्र एवमेव इत्युक्ते घट इति पदं त्यक्त्वा अम्पदम् इति त्यक्त्वा सामान्यलक्षणं वक्तव्यं चेत् तत्र क्लेशः भवति अव्यवहित उत्तरत्वसम्बन्धेन इति न प्रयोगः एव न कर्तुं शक्यते खलु. यावत्पर्यन्तं घटम् इति न उच्चारयामि तावत्पर्यन्तम् उत्तरपदं किम् इति न ज्ञातुं शक्यते. उत्तरपदं किम् इति ज्ञातुं शक्यते चेत् अव्यवहित उत्तरत्वसम्बन्धेन इति न वक्तुं शक्यते इति क्लेशः अस्ति इति कृत्वा. प्रकृति अपि च तत्र प्रकृति अपि च प्रत्ययं स्वीकृत्य वक्तुं शक्नोति वा? प्रयत्नं करोतु. अव्यवहितपूर्वत्वसम्बन्धेन प्रत्ययपदविशिष्ट प्रकृतिपदत्वं प्रकृतिपदे विद्यमान आकाङ्क्षा इति. अन्यथा अव्यवहितोत्तरत्वसम्बन्धेन प्रकृतिपदविशिष्टप्रत्ययपदत्वं प्रत्ययपदनिष्ठ आकाङ्क्षा इति. उत्तमम् इति वक्तुं शक्यते खलु. अर्थबोधः जायते. अर्थबोधः जायते. तर्हि घिषणा इत्यत्र अथवा घट इत्यस्मिन् स्थाने प्रकृतिः इति पदं स्थापयामः. एवम् अं पदम् इत्यत्र प्रत्यय इति पदं स्थापयामः तदा अर्थबोधः जायते. अव्यवहित उत्तरोत्तर किमर्थमित्युक्ते प्रत्ययः सर्वदा सर्वदा प्रकृतेः अनन्तरमेव भवति खलु. इत्युक्ते अत्र पाणिनि सूत्रम् अधिकृत्य चिन्तयामश्चेत् धातोः इति एकम् अधिकरणमस्ति. तत्र धातोः इति पञ्चमी. धातोः परे विद्यमानशब्दस्य नाम अस्ति प्रत्ययः इति. अतः प्रत्ययः सर्वदा धातोः परे एव भवति. यदि धातोः पूर्वं भवति तस्य नाम प्रत्ययः नास्ति, उपसर्गः अस्ति. उपसर्गाः क्रियायोगे इति सूत्रेण अत्र पूर्वं कश्चन शब्दस्य योगः अस्ति चेत् तस्य नाम भवति उपसर्गः इति, न तु प्रत्ययः. सफिक्स् प्रिफिक्स् इति आङ्ग्लभाषायां यथा वदे वर्तते. तर्हि अव्यवहित उत्तरत्वसम्बन्धेन प्रकृतिपदविशिष्ट प्रत्ययपदत्वम्, अत्र प्रत्ययपदत्वम् इत्यत्र क्लेशः अस्ति. किमर्थमित्युक्ते अम्पदत्वम् इत्यत्र प्रत्ययपदत्वम् इत्युक्ते प्रत्ययम् इति पदे एव प्रत्ययपदत्वमस्ति खलु. इति कृत्वा प्रत्ययम् इति न, तत्र भावः वक्तव्यः खलु. प्रत्ययम् इति वदामश्चेत् अर्थबोधः न जायते. अव्यवहित उत्तरत्वसम्बन्धेन प्रकृतिपदविशिष्ट प्रत्ययत्वम् अथवा प्रत्ययपदत्वं भवतु, प्रत्ययपदत्वम् इति वदामः, प्रत्ययपदनिष्ठ आकाङ्क्षा. उत्तमम्. अव्यवहितपूर्वत्वसम्बन्धेन प्रत्ययपदविशिष्ट प्रकृतिपदत्वं प्रकृतिपदे विद्यमान आकाङ्क्षा इति वदामश्चेत् इदानीं सामान्यं जातम्. अस्तु, तर्हि वाट्साप् ग्रूप् मध्ये एतद् लिखित्वा प्रेषयितुमस्ति महोदय. प्रेषयतु. तर्हि सर्वे कृपया किं कुर्वन्तु, अत्र पुस्तके लिखन्तु. तर्हि इदानीं सामान्यलक्षणम् अस्माभिः कृतं भवति, अपि च मूलकृतलक्षणं कृतं तदेव अत्र आशयः इति. महोदय, अत्र उचितप्रत्यय योजयामः चेत् इतोपि समीचीनं भवति खलु. सत्यम्, उचितपदम् इति उचितं विवक्षानुगुणम् उचितम् इति भवति. हा, तर्हि अत्र उचितत्वं कथं निर्णीयते इति चेत् विवक्षानुगुणमेव खलु. आं महोदय. हा, सत्यं. तर्हि आकाङ्क्षायाः लक्षणं निरूपयन्तु. अग्रिमे वर्गे अत्र समयः जातः, अत्र स्थगयामि. सर्वेभ्यो नमस्कारः, धन्यवादाश्च. अग्रिमे वर्गे इतोपि एकम् अस्ति, गौरश्वश्च इत्यत्र आकाङ्क्षाभावनिरूपणम्, आकाङ्क्षा अभावनिरूपणम्। तर्हि इदानीं यद् उदाहरणं मूलग्रन्थकरेण दत्तमस्ति तत्र आकाङ्क्षा कथं न जाता इत्यस्य निरूपणम्। अग्रिमे वर्गे इतोपि अग्रेसरेम। अस्तु, सर्वेभ्यो नमस्कारः, धन्यवादः।